गुरुभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति उपपदविभक्तयः इति. तत्र गीतासोपाने द्वितीयभागे प्रथमपुटे एषः विषयः उद्घाटितः अस्ति. गतवर्गे वयं तत्र उपपदविभक्तयः तत्र ते कुत्र भवन्ति इति दृष्टवन्तः. तत्र प्रति, सः, विना, सदृशः, ऋते अस्ति चेत् तत्र उपपदविभक्तयः भवति इति ज्ञातवन्तः. तत्र उदाहरणरूपेण पश्यामः. तत्र अहं वृक्षं पश्यामि इति अस्ति, वाक्यमस्ति. हा, तत्र पूर्णेन्दुमहोदय, तत्र अहं वृक्षं पश्यामि, तत्र क्रियापदं किमस्ति? पश्यामि अपि वृक्षम् इति तत्र विभक्ति का? द्वितीयविभक्ति. किमर्थं द्वितीयविभक्ति? तत्र कारणं वाक्ये विभक्तेः कारणं भवति खलु, पदस्य विभक्तेः कारणं. तत्र किं भवति? तत्र क्रियापदेन सम्बन्धः अस्ति वा? पश्यति इति क्रियापदं, वृक्षम् अपि, तत्र तयोः मध्ये सम्बन्धः अस्ति न वा इति? सम्बन्धः अस्ति. अत्र वाक्ये कर्तृपदं किम् अस्ति? अहं वृक्षं पश्यामि इति. अहम् इति कर्तृपदम् अस्तु, पश्यामि इति क्रियापदं. हा, इदानीं तत्र अतः तत्र वृक्षम् इति किं भवति वाक्ये? कर्मपदं भवति. अतः तत्र कर्मपदम् इति कृत्वा तस्य द्वितीयविभक्तिरूपम् अस्ति. अतः तत्र द्वितीयविभक्तिरूपस्य कारणं किं? तत्र क्रियापदेन सम्बन्धः अस्ति इति खलु. क्रियायाः कर्मपदम् अस्ति, पश्यामि इति क्रियापदमस्ति, तस्य सम्बन्धः अस्ति वृक्षेण. अतः तत्र द्वितीयविभक्त्यन्तं भवति तत्र. समीचीनं महोदय. इदानीं तत्र लक्ष्मीभगिनी अस्तु महोदय. हा, नमस्कारः. तत्र इदानीं तत्र रामः सीतया सह वनं गच्छति इति अस्ति. तत्र गच्छति इति क्रियापदं, कर्तृपदं किम् अस्ति? सीतया सह. न, कर्तृपदं रामः सीतया सह. रामः कर्तृपदं. रामः गच्छति, वनं गच्छति. तत्र वनम् इति यथा पूर्णेन्दुमहोदय उक्तवान्, तत्र वनम् इति कर्मपदं भवति, तस्य द्वितीयविभक्तिरूपम् अस्ति. किन्तु सीतया सह इति अस्ति. तत्र सीतया इति पदस्य विभक्ति का? तृतीया विभक्ति. समीचीनं भगिनि. किमर्थं तृतीया अस्ति तत्र? तत्र गच्छति इति कार्ये, तत्र क्रिया कर्ता कः? रामः एव. तत्र रामः सीता, तत्र सीता गच्छति. किन्तु अत्र यत् क्रियापदमस्ति तत्र गच्छति इत्युक्ते केवलं रामः गच्छति इति एव सूचयति खलु. किन्तु सीतया सह, तत्र सीतया पदस्य तृतीयविभक्तिरूपम् अस्ति. किमर्थं तृतीया इत्युक्ते सः इति पदमस्ति इति खलु. सः अस्ति चेत् तत्र तृतीया भवेत् इति नियमः अस्ति. अतः तत्र सीतया इति पदस्य तृतीयविभक्तिरूपस्य कारणं क्रियापदं नास्ति, किन्तु सः इति अन्यत् पदम्. अत्र सीतया इति पदस्य तत्पदम् अपि गच्छति इति पदं, तयोः मध्ये सम्बन्धः नास्ति. अतः तत्र प्रथम उदाहरणे तत्र वृक्षम् इति, तत्र विभक्तेः कारणमासीत् क्रियापदम्. अत्र सीतया इति पदस्य विभक्तेः कारणं क्रियापदं न, अन्यत् अस्ति इति कृत्वा एतत् उपपदविभक्तिः इति वदामः. अहं वृक्षं पश्यामि इति वाक्ये वृक्षम् इति द्वितीयविभक्तिपदस्य द्वितीयविभक्तिरूपस्य कारणम् अस्ति क्रियापदं, तत् कारकविभक्तिः इति वदामः. अत्र सीतया इति पदस्य तृतीया विभक्तेः कारणं क्रियापदं गच्छति इति क्रियापदं न, अतः तस्य नाम भवति उपपदविभक्तिः इति. अस्तु, इदानीं तत् हा सः एव अस्माकं विषयः. गतवर्गे तत्र द्वितीयपुटे अपि तृतीयपुटे यानि अव्ययानि दत्तानि सन्ति तेषां विभक्तेः कार्यं किम् इति दृष्टवन्तः. इत्युक्ते तत्र विना अस्ति चेत् तस्य पूर्वपदस्य विभक्तिरूपं कीदृशं भवेत् इति नियमाः दृष्टवन्तः गतवर्गे. इदानीं तत्र अभ्यासम् अभ्यासः यः अस्ति तम् अभ्यासम् अद्य कुर्मः. अस्तु, तर्हि तत्र रघुपतिमहोदय आरम्भं करोति वा अभ्यासः तृतीयपुटे? आं महोदय, अभ्यासः यथोदाहरणं कोष्टकस्थैः शब्दैः वाक्यानि रचयत इति अस्ति. अत्र कानिचन पदानि दत्तानि सन्ति. रजनी अभ्यासपुस्तके आचार्यस्य उपदेशं लिखति, तस्याः साहाय्यं कुरुत. अस्तु, उपदेशं लिखति. उदाहरणार्थम् आचार्यः उक्तवान् यत् अलं क्रोधेन इति. अलं योगे तृतीया इति भवति इदानीं. अलम् इति योगे तृतीया. अत्र अलमस्य चतुर्थी विभक्ति अपि भवति किन्तु अत्र नास्ति. समीचीनं, नास्ति. अस्तु, इदानीं अन्यत् किं तत्र वैराग्यम् इति अस्ति, तत्र किं वैराग्यं? वैराग्यमस्ति, वैराग्यम् अस्ति प्रति दिक् अलम् अलं वैराग्यं न भवति सदृशं निद्रा किं भवति पूर्वं विना वैराग्यं वैराग्यं विना वैराग्यं विना मोक्षः न लभ्यते. वैराग्यं विना मोक्षः न लभ्यते. समीचीनं महोदय. मोक्षः न लभ्यते, मोक्षः न लभ्यते. अथवा तत्र विकल्पः अस्ति खलु विना इति स्थाने. ओके, वैराग्यं विना अथवा वैराग् तृतीया अपि भवितुम् अर्हति विना, अथवा वैराग्येन वैराग् अपि च पञ्चमी अपि भवति. पञ्चमी अपि वैराग्यात् विना मोक्षः न लभ्यते. समीचीनं महोदय. तत्र तस्मिन्नेव पुटे तत्र उपरि अस्ति खलु विना इति, तत्र ज्ञानं विना ज्ञानेन विना ज्ञानात् विना ज्ञानात् विना तादृश वैराग्यं विना वैराग्येन विना वैराग्यात् विना इति वक्तुं शक्नुमः. समीचीनं महोदय. अस्तु, अग्रे तत्र कामः इति अग्रे. कामः कामः एकनिमिषं. कामः इति पूर्वपरा प्रति इति अस्ति. काम काम ओके विना कामं कर्मं कुरु कर्म कुरु. अस्तु, कामेन विना अथवा कामं विना कर्म कुरु. कामं विना कर्म कुरु. कर्म कुरु. समीचीनं महोदय. अस्तु, धन्यवादः. रघुवीरानन्द महोदय अग्रे करोति वा? द्वन्द्वं महोदय. द्वन्द्वं सदृशः तृतीयविभक्ति एव. सदृशः तु तृतीयविभक्ति एव. सत्यं महोदय, सत्यम्. अतः द्वन्द्वेन सदृशः. ओ, तथापि प्रयोगं कर्तुं शक्यते वा? तदेव, यदि सदृशम् इति वक्तुम् इच्छति चेत् तत्र द्वन्द्वम् इति नपुंसकलिङ्गे. अहम् अचिन्तयं महोदय, तत्र किं विभक्त्यां दत्तं तत् प्रयोगं कर्तुं नास्ति. क्रोधः इति क्रोधः इति तत्र क्रोधेन इति भवति. ओ ओ ओ तत्र अस्तु अस्तु. तर्हि समीचीन विभक्तिरूपं लेखनीयम् अस्ति महोदय. लेखनीयं वा? सत्यम्. अहं महोदय द्वन्द्वेन सदृशं कोऽपि बाधा लोके कोऽपि बाधा नास्ति. द्वन्द्वेन सदृशं कोऽपि बाधा नास्ति. कापि बाधा नास्ति. कापि बाधा नास्ति. अस्तु, धन्यवादः. अग्रे संशयः. आचार्यः किं मम समीपे पुस्तकं नास्ति. भवन्तः कुत्र पठति इति अहं न जानामि. अस्तु भगिनि, तत्र एकनिमिषः. अस्तु, तत्र किं कुर्मः. एकनिमिषः भगिनि, भवत्याः समीपे पुस्तकं नास्ति वा? अस्तु, ए लक्ष्मी सुब्रह्मण्यम्. अस्तु, एकनिमिषः भगिनि. अस्तु, किं पुस्तकं? गीतासोपानं भगिनि. गीतासोपानं प्रथमभागः वा द्वितीयभागः? द्वितीयभागः. प्रथमभागः तु लभ्यते, द्वितीयभागः न लभ्यते इति मन्ये. अहम् अन्वेषणं कृतवान्, किन्तु तत्र आन्लैन् मध्ये न प्राप्यते इति मन्ये भगिनि. एकनिमिषः भगिनि. करपत्रम् अस्ति वा? करपत्रमपि नास्ति भगिनि, किन्तु अस्तु, तत्र अहं मेल् द्वारा प्रेषितवान्, तत् पश्यतु भगिनि. तत्र कानिचन पुटानि अहं स्केन् कृतवान् अस्मि, तद् अहं प्रेषितवान्. यदि प्राप्यते चेत् सूचयतु. अस्तु, अत्र अग्रे रघुवीरन्मोदय, संशयः. संशयं प्रति लेशमपि सहनं मास्तु. लेशम् अपि सहनम् अस्तु. अतः कः महोदय, किञ्चित् वदति वा? ओ, पुनः महोदय, संशयं प्रति. संशयं प्रति लेशः अपि सहनं मास्तु. लेशः अपि सहनं मास्तु. मास्तु, अस्तु महोदय. अर्थः कः? We don't even wait a little bit to have our doubts cleared. We count on you. Astu, Mahadi. Dhaniyavadaha. Astu, dhaniyavadaha. Purnendu Mahadiya? Kekhani, tatra? Adharmaha api mohaha. Adharmaha? Adharmaha. Tatra, kim tatra prati atva dik alam, तत्र लघुवाक्यमपि भवति. तत्र अलम् अधर्मेण इति तदपि तदपि समीचीनं, किन्तु अन्यत् अस्ति चेत् तदपि वदतु, नो चेत् अग्रे अपि करोतु महोदय, चिन्ता मास्तु. अधर्मं प्रति कोऽपि न गन्तव्यम्. समीचीनं महोदय, अधर्मं प्रति कोऽपि न गन्तव्यं. समीचीनं महोदय. अग्रे सत्यं महोदय. तत्र नियमः सदृशः. तत्र नियमः के इति पुनरेकवारं पुनस्मरणं कुर्मः. तत्र प्रति अस्ति चेत् द्वितीया व्यक्ति, दिक् अस्ति चेत् तत्रापि द्वितीयाविभक्ति, अलम् अस्ति चेत् तत्र तृतीया वा चतुर्थी वा इति विकल्पः नास्ति, अर्थभेदः अस्ति. अतः तृतीया तत्र अलम् इति तत्र मास्तु इति अर्थे, अपि तत्र क्षमता इत्युक्ते पर्याप्तार्थे, इनफ् इति अर्थे तत्र चतुर्थी इति भवति. अपि सदृशः तत्र तृतीयविभक्ति एव भवति. ऋते इति तत्र विभक्ति का? ऋते ऋते इति पदस्य विभक्ति महोदय न ऋते अस्ति चेत् तत्र तस्य पदस्य पूर्वपदं पञ्चमविभक्ति अत्र किम् अस्ति महोदय तत्र ऋते विना एतत् सर्व एतानि सर्वाणि अव्ययानि तेषां विभक्ति तु विभक्तिरूपं तु समानमेव अत्र विभक्ति अन्यत् रूपम् इति किमपि नास्ति किन्तु यदि एतानि पदानि वाक्ये आगच्छन्ति ततः एतस्य पदस्य पूर्वपदस्य विभक्तिः विभक्तेः नियमः अस्ति खलु हा अतः तत्र ऋते अस्ति चेत् तस्य पूर्वपदस्य पञ्चमीविभक्त्यन्तं भवेत् इति नियमः विना अस्ति चेत् तत्र विकल्पेन द्वितीया तृतीया वा पञ्चमी पूर्व अथवा परः अस्ति चेत् तस्य पूर्वं पञ्चमीविभक्तिरूपम् अतः तत् एते नियमः अस्तु अतः मोहः इति मोहाय सदृशः बाधः नास्ति मोहेन सदृशः इति तृतीयः मोहेन सदृशः बाधः नास्ति मोहेन सदृशः बाधा नास्ति समीचीनं महोदय इदानीम् अशान्तिः अपि करोति वा आमां महोदय अशान्तिः अशान्तिं विना जीवनः सुकरः समीचीनं महोदय समीचीनं महोदय तत्र यदा वयं वदामः मोहेन सदृशः बाधा नास्ति इति तत्र विशेषविशेष अस्मि नमस्कारः भगिनि नमस्कारः पुस्तकं प्राप्तं वा भगिनि 6 AM, no? It is starting, but today you have started early? No. Tatra Somavasare Sardha Panchavadane. Oh. Budavasare Shadvavadane. Oh, sorry. No. Chintamastu. I got the book, yeah. Thank you. Raghupati Mohdiya, Badatu Mohdiya, Prashna. No. विशेषणविशेषभावः भवति खलु मोहेन सदृशः बाधा सदृशी बाधा इति भवति खलु सत्यं महोदय सत्यं अतः पूर्णिन्दुमहोदय क्षम्यतां तत्र अहं सत्यमेव यत् रघुपतिमहोदय उक्तवान् तत्र भवतः वाक्यं पुनः एकवारं वदतु महोदय तत्र मोहेन सदृशी इदानीं मोहेन सदृशी बाधा नास्ति हा सदृशी इति धन्यवादः रघुपतिमहोदय धन्यवादः अहं न चिन्तितवान् तत्र तृतीया अस्ति वा इति न तत्र तृतीया अस्ति वा इति तत्रैव मम मनः आसीत् सदृशः इति रूपस्य परिवर्तनं भवेत् इति तत्र न गतं धन्यवादः महोदय समीचीनमेव सूर्यकुमारी भगिनी नमस्कारः क्षम्यतां महोदय चिन्ता मास्तु भगिनि तत्र तृतीये पुटे स्मः तृतीयपुटे अस्तु इदानीं तत्र लक्ष्मी भगिनी पुस्तकं प्राप्तं वा तत्र न महोदय तत्र ए तत्रैव प्रेषितवान् एकनिमिष पश्यामि तत्र ALAKSHMYSUB खलु इदानीमेव तत्र सप्तनिमिषपूर्वं प्रेषितवान् पुनरेकवारं रिफ्रेश् करोतु अहं पश्यामि अस्तु तत्र ललिता भगिनी तत्र वाक्यं करोति वा तत्र अथवा सूर्यकुमारी भगिनी वाक्यं करोति वा भगिनी तत्र इदानीं तत्र प्रथमाभ्यासः एषः अपि गृहपाठः आसीत् तत्र प्रथमाभ्यासः करोतु इति तृतीये पुटे तत्र युद्धम् इति उपयुज्य वाक्यं करोति वा शिवकुमारी भगिनी तत्र बिना वा प्रति वा दिक् वा अलं वा इति किमपि उपयुज्य किन्तु युद्धमपि भवेत् किमपि वाक्यं युद्धं भवेत् अपि परः भवेत् युद्धात् परं दुःखं भवति इति वाक्यं तत्र दत्तमस्ति तत्र किन्तु तादृशवाक्यम् अथवा अन्यात् वाक्यं युद्धं विना युद्धेन विना अनेक अनेकानि वाक्यानि रचितुं शक्नुमः यत् समीचीनवाक्यमस्ति अलं क्रोधेन अपि तत्र अधर्मात् अधर्मं प्रति न गन्तव्यः इति करोति वा अस्तु अस्तु भगिनि अस्तु अतः पुनरेकवारं तत्र रघुपतिमहोदय पुनः भवान् एव करोतु महोदय अधर्म अशान्ति न न युद्धम् इदानीं युद्धं युद्धं हा युद्धं अस्तु अलं युद्धेन हा अलं युद्धेन समीचीनं महोदय समीचीनम् इदानीं तत्र अश्रद्धा अश्रद्धा अस्ति अस्तु अश्रद्धां प्रति अस्माकं अस्माकं अश्रद्धां प्रति किम् अस्ति अस्माकं प्रति इति योगे द्वितीयं अश्रद्धां प्रति अश्रद्धां प्रति अस्माकं किम् अस्माकं क्षम्यता महोदय एकनिमिषं भवान् कुत्र प्रेषयति कुत्र aelkshmysub@gmail.com aelkshmysub@gmail.com तदेव भवत्याः ईमेल् अड्रेस् अस्ति खलु तदेव तत्र एफ् सि सि मध्ये तद् दत्तम् आसीत् अतः तत्र प्रेषितवान् रघुपतिमहोदय समीचीनं अश्रद्धा अलं एतावत् आसीत् किन्तु अलम् इदानीं मास्तु तदपि समीचीनमेव सूर्यकुमारी भगिनी अस्तु रघुपतिमहोदय धन्यवादः इदानीं सूर्यकुमारी भगिनी सिद्धा अस्ति कर्तुं अस्तु अतः सूर्यकुमारी भगिनी भवती एव अग्रे करोतु अज्ञानेन अलम् अज्ञानेन अस्तु निद्रा अलं निद्रया अलं निद्रया अस्तु प्रमादः अलं प्रमादेन अस्तु क्रोधः अलं क्रोधेन अस्तु दुःखम् अलं दुःखेन अस्तु भीतिः अलं भीत्या भीतिः इति मतिशब्दवत् इति मन्ये भीत्या भीत्या मतिशब्दरूपं किं मत्या इति मत्या इति मन्ये भीत्या अस्तु आलस्यम् आलस्येन अस्तु ईर्ष्या ईर्ष्या तत्र नद्या लताया इति ईर्ष्या कुञ्चिकया खलु कुञ्चिकया लतया ईर्ष्यया महोदय अलं विना अलं विना अलं विना इत्युक्ते किं महोदय सर्वम् अलमेव. अस्तु अस्तु अस्तु, अलं विना अलम् अलमेन इति अलम् अलम् इति वा अलं विना वाक्यं रचयति. हा, अलं विना वाक्यं रचनीयम् इति. अस्तु महोदय. हा, तत्र अस्तु, तत्र अलं सर्वत्र न भवितुम् अर्हति, किन्तु तत्र एतावत् तत्र अहङ्कार अपि, तत्र अलम् अहङ्कारेण अपि तदपि समीचीनमेव. अलमेव सम्यक् अत्र सर्वत्र सर्वत्र, किन्तु तदपि प्रयत्नं कुर्मः. सम्यक् एव अस्ति महोदय. रघुपति महोदय, तत्र किम् अहङ्कारं विना कार्यं करोति, कार्यं कुरु अथवा जीवनं जीवने अग्रे गच्छतु, जीवने जीवतु, जीवतु. ईर्ष्या सदृशी, ईशा सदृशी दुर्गुणा, ईशा ईर्ष्या सदृशी सदृशः गुणः दुर्गुणः नास्ति. ईर्ष्या सदृशः, ईर्ष्या दर्श सदृशः गुणः इति दर्श ईर्ष्यया, ईर्ष्यया, सोरि, ईर्ष्यः, ईर्ष्या तृतीय, ईर्ष्यया, ईर्ष्या सदृशः गुणः नास्ति, दुर्गुणः नास्ति, दुर्गुणः नास्ति. समीचीनं महोदय. अस्तु अस्तु, तर्हि तत्र ईर्ष्या सदृशः भवति वा तत्र? हा, तत्र गुणः सदृशः, अनन्तरं यत् यत् भवति तस्य लिङ्गं भवति महोदय. तत्र बाधा इति आसीत् सदृशः, तदनन्तरं बाधा इति स्त्रीलिङ्गे आसीत्, अतः सदृशी इति भवतः वाक्ये. इदानीं तत्र गुणः इति, तस्य गुण इति पदेन तुलना भवति इति कृत्वा गुणः पुल्लिङ्गे अस्ति, अतः सदृशः इति रूपं भवति. समीचीनं वा महोदय, पूर्णेन्द्रमहोदय? तत्र सदृशः अथवा सदृशी इति पदस्य पूर्वपदं तृतीयविभक्तिरूपं भवेत्, किन्तु सदृशः इति पदं तत्र किं भवति, तस्य अनन्तरं यत् पदं भवति तस्य पदस्य विशेषणं भवति. सदृशः पुरुषः, सदृशी महिला, सदृशं पुस्तकम् इति, अतः तत्र लिङ्गम् अनुसरति. अस्तु अस्तु, तर्हि तत्र अग्रे रघुवीरानन्दमहोदय अत्र एव अन्यत् वाक्यं रचयितुम् इच्छति वा भवान्? आं महोदय, एतत् कर्तुं शक्यते. वयं एकं पदं प्रति नीत्वा वैराग्यं वैराग्यं तः पर्यन्तम् अहङ्कारपर्यन्तं सर्वे एकवारम् एकम् कर्तुं शक्यते, प्रति प्रति प्रति, तदनन्तरं दिक्, तदनन्तरम् अलं, तदपि कर्तुं शक्यते वा? तत्र सर्वे प्रायशः कर्तुं शक्यते, किन्तु अत्र एव बहु समयस्य यापनं मास्तु इति. किन्तु एतत् कुर्मः, सर्वे मिलित्वा एकवारं तत्र वैराग्यात् अहङ्कारपर्यन्तं गच्छामः. यदि कोऽपि वाक्यं चिन्तयितुं शक्नोति वदतु. अस्तु, वैराग्यं प्रति गच्छामः महोदय. अहङ्कारात् वैराग्यं प्रति गच्छेम. अस्तु महोदय, अस्तु अस्तु अस्तु, अहङ्कारात् इति. अस्तु, तत्र किं भवति अहङ्कारः, अहङ्कारः किं वदामः? अलम् अहङ्कारेण इति अस्ति. तदनन्तरम् अन्यत् कोऽपि वाक्यम्? अहङ्कारं विना सहायं अहङ्कारेण विना दिक् अहङ्कारम्. अस्तु, तदपि वक्तुं शक्नुमः. अस्तु, तदनन्तरम् ईर्ष्या इति, ईर्ष्या सदृशः दुर्गुणं नास्ति. सदृशः दुर्गुणः, सदृशः तु तृतीयविभक्ति. ईर्ष्यया ईर्ष्यया ईर्ष्यया सदृशं सदृशः गुणः महोदय, सदृशम् अपि न गुणः अस्ति चेत् गुणः इति पुल्लिङ्गे अस्ति इति कृत्वा सदृशः इति रूपं भवति. ओ, अत्र गुणः कीदृशः गुणः, सदृशः गुणः केन सदृशः, ईर्ष्यया सदृशः गुणः इति. दुर्गुणः, दुर्गुणः, दुर्गुणः, क्षम्यतां, दुर्गुणः. अस्तु, तदस्ति. तदनन्तरं आलस्यम् इति, अतः तत्र अलम् आलस्येन इति एकम् अस्ति. तदनन्तरं अलम् आलक्ष्मी आलस्यात् अहं वदामि. अस्तु भगिनि, वदतु भगिनि. आलस्येन मनुष्यः किन्तु तत्र कार्यं किम्? अस्माकं कार्यं किम्? अलम् अलम् अथवा दिक् इति न, प्रति दिक् सदृशः ऋते विना पूर्व परम् इति तत् तत् वाक्ये वाक्ये भवेत्. आलस्यं विना जीवनम् उन्नतं भवति. जीवनम् उन्नतं भवति. आलस्यं विना, आलस्यं विना जीवनम् उन्नतं भवति. अस्तु महोदय, तत् समीचीनमेव अस्ति. अस्तु, अग्रे तत्र भीतिः. क्षम्यताम्, आलस्येन, आलस्येन विनापि वक्तुं शक्यते. आलस्येन सदृशः शत्रुः नास्ति इति साधु वा? आलस्येन सदृशः शत्रुः आलस्येन. समीचीनं भगिनि, तत्र आलस्येन तृतीया विभक्तौ अस्ति, शत्रुः इति पुल्लिङ्गे अस्ति, अतः सदृशः इति तस्य पूर्वं विशेषणम् अस्ति इति कृत्वा तदपि समीचीनम् अस्ति. नास्ति, समीचीनं भगिनि. अहं वदामि, आलस्येन जीवनम् असफलता. आलस्येन विना इति वा? आलस्येन विना वा? आलस्येन विना जीवनम् असफलता भवति. न असफलता भवति वा अथवा सफलता न प्राप्तवती? सफलता न प्राप्तवती, न प्राप्. एकनिमिषं भगिनि, पश्यामः. तत्र आलस्येन विना जीवनं, जीवनं नपुंसकलिङ्गे अस्ति, जीवने, जीवने, अस्तु, जीवने सफलता, सफलता न प्राप्यते इति वा? अस्तु, अथवा न प्राप्नुमः सफलतां, वयं सफलतां न प्राप्नुमः इति, तदपि अथवा सफलता न प्राप्यते. अस्तु, समीचीनं भगिनि. वयं सफलतां न प्राप्नुमः, प्राप्नुमः अथवा असफलता, सफलता अस्माभिः न प्राप्यते इति. सफलता अस्माभिः न प्राप्यते, न प्राप्यते इति, तदपि समीचीनम् अस्ति. अस्तु, अग्रे क्रोधः इति इदानीं. क्रोधात् किमपि कार्यं न करोतु. क्रोधात्, तत्र समीचीनम्. अस्तु, क्रोधेन, क्रोधेन इति किमपि न कार्यं करोतु. क्रोधेन किमपि कार्यं न करोतु, क्रोधेन सह प्रायशः, क्रोधेन सह किमपि कार्यं न करोतु. तत् समीचीनं वाक्यमेव, किन्तु अत्र अभ्यासे तत्र विना पूर्व परारुति अत्र क्रोधेन विना कार्यं कुरु, तदपि प्रायशः क्रोधेन विना कार्यं कुरु. अन्यत् वाक्यं, अशान्तेन सदृशः चिता कापि नास्ति. अशान्तिः, अशान्तिः, अशान्तेन न महोदय, अशान्तिः इति अस्ति महोदय. तत्र कीदृशपदम् अस्ति अशान्तिः? लिङ्गं किम् अशान्तिः? अशान्तिः तु पुल्लिङ्गमेव. अशान्तिः, अस्तु, शान्तिः इति पुल्लिङ्गपदं वा मतिशब्दवत् अस्ति वा, स्त्रीलिङ्गे अस्ति वा? तत्र क्षम्यतां महोदय, किन्तु यद्यपि तत्र पुल्लिङ्गे वा स्त्रीलिङ्गे वा, तत्र तृतीयविभक्तिरूपं किम् अस्ति? ओ, हरिः. हरिः वत्, तत्र हरिणा इति रूपम् अथवा मत्या इति. अत्र तत्र शान्तिः इति प्रायशः स्त्रीलिङ्गे अस्ति इति मन्ये महोदय. अशान्त्या, अशान्त्या इति प्रायशः समीचीनम् इति मन्ये महोदय. ओ, शान्तिः इति कोऽपि वदतु तत्र दृष्ट्वा, तत्र किम् अस्ति इति, तत्र प्रायशः शान्तिः इति स्त्रीलिङ्गे एव अस्ति, अतः अशान्त्या इति मन्ये. अशान्त्या सदृशा न अशान्त्या इति तस्य लिङ्गस्य, तदनन्तरं किं वक्तुम् इच्छति? चिता, चिता, अतः सदृशी, सदृशी. अशान्त्या सदृशी चिता कापि नास्ति. हा, चिता कापि नास्ति. समीचीनं महोदय, समीचीनं महोदय. अस्तु, हा, अग्रे तत्र किं प्रमादः इति अस्ति, तत् कोऽपि वक्तुमिच्छति वा? प्रमादः, वयं प्रमादेन विना लेखितुं शक्नुमः. वयं प्रमादेन विना लेखितुं शक्नुमः. हा, तत्र प्रमादे इति अर्थः कः? दोषः, दोषः अलं प्रमादेन. अस्तु, हा, अस्तु, वयं प्रमादेन विना, हा, अस्तु, प्रमादेन विना. क्षम्यतां, वाट् इस् द मीनिङ्ग् आफ् अर्थः किं प्रमादः? प्रमादः, तत्र प्रमादः, मिस्टेक्, बिग् मिस्टेक्, प्रमादः, दोषः, दोषः, प्रमादः, दोषः, अस्तु, दोषः, अस्तु, प्रमादः, अस्तु, अस्तु, तत्र प्रमादस्य, हा, अत्र अर्थः अस्ति, तत्र प्रमादं विना लेखितुं शक्यते, तदपि, हा, हा, तत्र विना अस्ति चेत् प्रमादं विना, प्रमादेन विना अपि, अन्यत् रूपं प्रमादात् विना, हा, पञ्चमे अपि भवितुम् अर्हति, पञ्चमे अपि भवितुम् अर्हति. समीचीनं, हा, नरेश् महोदय नमस्कारः, स्वागतं. क्षम्यताम्. हा, चिन्ता मास्तु महोदय, चिन्ता मास्तु. हा, तत्र तृतीयपुटे स्मः. अस्तु, इदानीं तत्र प्रथम अभ्यासे सर्वं कृतवन्तः इति मन्ये, पर्याप्तं खलु? इदानीम् अग्रे गच्छामः खलु? तत्र प्रमादः तत्र बहुत्र भवति, तत्र अन्यत् अन्यः अर्थः अपि अस्ति, भगवद्गीतायामपि प्रमादः भवति इति मन्ये. निद्रा प्रमाद आलस्यम्. अस्तु, वदतु महोदय, तत्र श्लोकः कः? यत् उक्तवान् इदानीं, तत्र निद्रा, आम् आम् आम्, सत्यं महोदय, तदनन्तरम् एकपादमेव. अस्तु अस्तु अस्तु अस्तु, यदि स्मरति चेत् वदतु महोदय. अपि महोदय, प्रतिवर्गे चिन्त्य, प्रतिवर्गात् पूर्वम् अहं चिन्तयामि, तत्र एतत् करणीयं, तत्र वर्गस्य अन्ते शान्तिमन्त्रम् इति, तत् किमपि सर्वं तादृशं कुर्मः इति, किन्तु विस्मरामि अन्ते. भवान् तस्य आरम्भं करोतु महोदय, अन्ते, वर्गस्य अन्ते, वर्गस्य अन्ते अपि, वर्गस्य आरम्भे महोदय, आरभ्य अन्ते अपि शान्ति. इदानीम् अतः अग्रे गत्वा अद्य आरभ्य एतत् कर्तुं प्रयत्नं कुर्मः महोदय. सत्यं महोदय, संस्कृतम् अस्ति चेत् मुनित्रयं नमस्कारं कृत्वा एव गच्छति, किन्तु यथा भवान् यद्यपि यत्किमपि अत्र भवानपि अस्ति, अतः तत् आरम्भे अपि अन्ते एकवारं भवान्. सत्यं, सत्यं, अस्तु, धन्यवादः. अहम् एकवाक्यं वदामि. अस्तु भगिनि, वदतु भगिनि. दुर्योधनः न तत्र भीतिः इति अस्ति, तत्र भीतिः इति पदस्य षष्ठी किं, पञ्चमी किं? भीत्याः इति, अस्तु, नदी शब्द, तत्र मतिशब्दवत् अस्ति, तत्र प्रायशः विकल्पः अस्ति, हा, भीत्याः ऋते दुर्योधनः न जीवति, न जीवति इति वा? अस्तु, हा, प्रायशः समीचीनमेव, व्याकरणरीत्या समीचीनमेव. यत् सः कीदृशः आसीत् इति न सम्यक्तया न जानीमः, किन्तु प्रायशः एतत् समीचीनमेव अस्ति. अस्तु तर्हि तत्र प्रथमाभ्यासः समाप्तः इति मन्ये. अग्रे गच्छामः. तत्र अनेकानि वाक्यानि रचयितुं शक्नुमः तत्र प्रथमाभ्यासे, किन्तु एतावत् यत् कृतम् अस्माभिः तद् पर्याप्तम् इति मन्ये. इदानीम् अग्रे गच्छामः. तत्र ऋते अस्ति, कान्तिः स्त्रीलिङ्गपदः अस्ति, तत्र अहं शब्दकल्पद्रमे. हा सत्यं महोदय. अतः तत्र समयुक्तस्मिन् प्रत्ययान्तपदः अस्ति अत्र. किं महोदय? समयोगः क्तिन् तिन् प्रत्ययान्तशब्दः अस्ति कान्तिः. क्तिन् प्रत्ययान्तशब्दः इति अतः स्त्रीलिङ्गवाचि शब्दः. हा सत्यं, धन्यवादः महोदय. मम ऊहा सः एव आसीत् तत्र शान्तिः इति, श्रीलिङ्गे अस्ति इति. धन्यवादः महोदय, तत् समीचीनम् अस्ति. अस्तु, अतः तत्र अशान्तिः तत्र कुत्र तस्य उपयोगम् अभवत्? तत्र विना इति खलु, अथवा सदृशः इति प्रायशः. अत्र तृतीयविभक्ति, अतः तत्र अशान्तिः, तत्र अशान्त्या इति प्रायशः रूपमस्ति. मतिः मत्या, अशान्तिः अशान्त्या इति अशान्त्या. धन्यवादः महोदय, समीचीनम् अस्ति. अस्तु, इदानीं तत्र अग्रे गच्छामः. तत्र ऋते इति अस्ति चतुर्थे पुटे, ऋते इति विषये. तत्र नरेश् महोदय आरम्भं करोति वा? तत्र तत्र महोदय तत्र ऋते अस्ति चेत् तत्र नियमः कः? तस्य पूर्वपदस्य पञ्चमी विभक्ति भवेत् इति नियमः. पञ्चमी विभक्तिरूपम् आवश्यकं. अस्तु महोदय, इदानीं वदतु. अर्थं अर्थः गतवर्गे गतवर्गे कृतवन्तः. तत्र ऋते इत्युक्ते एक्सेप्ट्. उदाहरणं त्यागात् गते सुखं नास्ति. भक्तेः ऋते ज्ञानं नास्ति. भक्तेः संस्कृतेः ऋते संस्कृतं नास्ति. नास्ति इति. अस्तु, अग्रे अपि. ईश्वरानुग्रहात् ऋते कार्यसिद्धिः नास्ति. नास्ति, न भवति. समीचीनं महोदय. ईश्वरानुग्रहः नास्ति चेत् कार्यसिद्धिः कथं भवति, खलु? समीचीनं महोदय, धन्यवादः. तत्र ललिता भगिनी अग्रे करोति वा? चिन्तयामि. तत्र सुलभ एव अस्ति. तत्र कृष्णः अस्ति, गोपिका अस्ति, तत्र वाक्यं किं भवति? कृष्णात् ऋते गोपिका न जीवितुं शक्नोति. तावदेव. अग्रे तत्र धर्मः, धर्मराजः. धर्मराजः न जीवति. तद् वाक्यं पूर्वमपि आसीत्, किन्तु तदेव वाक्यं स्वीकुर्मः. समीचीनम्. अग्रे तत्र प्रयत्नः अपि कार्यसिद्धिः अस्ति. प्रयत्नात् वाक्यं किं भवति भगिनि, ललिता भगिनि? अत्र तत्र अत्र सर्वत्र प्रायशः तत्र विना इति रूपेण स्वीकृतमस्ति ऋते पदस्य अर्थः. तत्र ऋते इति अस्मिन् पुस्तके विना इति, तत्र विथौट् इति, किन्तु तस्य मूल अन्य अर्थः अपि अस्ति एक्सेप्ट् इति. अत्र तु विथौट् इति अर्थे अस्ति, विथौट् विथौट् प्रयत्नं, विथौट् अटेम्प्ट्, यु कान्ट् सक्सीड् इति. अस्तु, समीचीनं भगिनि. अस्तु, लक्ष्मी भगिनी इदानीं प्राप्तवती वा? हा, अस्तु भगिनि. तत्र पर्जन्यः अपि धान्यम् इति, पर्जन्यः हा धान्यं, पर्जन्यात् विना ऋते, ऋते अत्र, अत्र सर्वं ऋते भगिनि, अत्र सर्वं ऋते. पर्जन्यात् ऋते धान्यं प्राप्तुं न शक्नुमः. समीचीनं भगिनि, हा समीचीनम्. अग्रे एकाग्रता, लक्ष्यप्राप्तिः. एकाग्रतात् ऋते लक्ष्यप्राप्तिः न भवति. हा, किन्तु एकाग्रता इति पदस्य लिङ्गं किम्? एकाग्रतायाः. हा, समीचीनं भगिनि. हा, एकाग्रतायाः ऋते लक्ष्यप्राप्तिः न भवति. न भवति, हा, कान्सन्ट्रेशन्, एकाग्रता तत् आवश्यकम्. अग्रे भगिनि. आधारः भवनं. आधारात् ऋते भवनस्य निर्माणं न भवति. निर्माणं न भवति, हा, यदि आधारं विना, आधारात् ऋते भवनं कोऽपि निर्माति, तत्र किं भवति अग्रिमे दिने? भवनस्य नाशं भवति. हा, समीचीनम्. अस्तु, अग्रे तत्र पूर्णेन्दु महोदय. अग्रे कृष्णः अपि पाण्डवानां जयः. कृष्णात् ऋते पाण्डवानां जयः असम्भवः. असम्भवः, समीचीनं महोदय. हा, अग्रे प्रयत्नः जयः. प्रयत्नात् ऋते जयः, प्रयत्नात् ऋते किमपि जयः न सम्भवः इति. न सम्भवः, न भवति, न भवति. समीचीनं, न भवति, न भवति. हा, समीचीनम्. अग्रे तत्र ध्येयं सुखजीवनं. ध्येयं सुखजीवनं, ध्येयात् ऋते सुखजीवनं नास्ति. नास्ति, समीचीनं महोदय. अग्रे तत्र अभ्यासः, अभ्यासः ध्येयम् अर्थः किं? तत्र अहं चिन्तयामि ध्येयम् ध्यानम्, अत्र प्रायशः ध्यानं, तत्र एकाग्रता सर्वं पूर्वं लिखितमस्ति खलु, तत्र ध्येयं ध्यानम् इति. हा, तदपि समीचीनं. हा, एम् इति अस्ति, हा, तदपि भवति महोदय. अत्र ध्यानमपि भवितुम् अर्हति इति मन्ये, तत्र ध्येयं, किन्तु सत्यमेव लक्ष्यं, जीवनलक्ष्यं, हा, जीवनलक्ष्यम् इति. ध्येयं, सत्यं, हा, लक्ष्यम्. अग्रे महोदय, पूर्णेन्दु महोदय. अभ्यासः मनोनियन्त्रणम्. अभ्यासात् ऋते मनोनियन्त्रणं न सिद्धम्. हा, न सिद्धं, समीचीनं महोदय. अस्तु, अग्रे तत्र सर्वं कृतवन्तः वा? तत्र त्यागः एकमेव अस्ति महोदय, तदपि समाप्यतु. हा, भाषाज्ञानं, ग्रन्थाध्ययनं. भाषाज्ञानात् ऋते ग्रन्थाध्ययनं न सम्भवः. हा, न सम्भवं, न असम्भवम्. अतः एव वयं तत्र भाषाज्ञानं सम्पादितुम् इच्छामः खलु, अत्र गीतासोपानस्य पठने ज्ञान, भाषाज्ञानस्य प्राप्तिः भवेत् इति चिन्तयित्वा अत्र गीतासोपनस्य अध्ययनं कुर्वन् स्मः. तदनन्तरं भगवद्गीतायाः अध्ययनं कर्तुं शक्नुमः इति. अस्तु, तर्हि अतः तत्र ऋते इति सर्वे इदानीं जानन्ति इति मन्ये, अतः अग्रे गच्छामः. तत्र सुलभः एव अस्ति, केवलं पञ्चमीविभक्तिरूपस्य स्थापनं भवेत्, किन्तु तत्र ऋतेतिपरूपस्य प्रयोगः बहुत्र भवति इति अपि द्रष्टं खलु अस्माभिः इदानीम्। इदानीं परः पूर्वः एतत्तु बहु सुलभः अस्ति, एतदपि कुर्मः। तत्र प्रायशः तत् अद्य एतत् अद्य हा अस्तु पश्यामः। अस्तु इदानीं तर्हि अत्र अग्रे हा रघुवीरनन्दमहोदय अग्रे पठति वा तत्र तृतीयाभ्यासः। उदाहरणं दृष्ट्वा कोष्टकस्थैः पदैः कः कस्मात् पूर्वः परः इति लिखत। युधिष्ठिरः, भीमः, अर्जुनः, नकुलः, सहदेवः, पञ्चपाण्डवानां नामानि। पूर्वः परः इति विभक्ति किं महोदय? पञ्चमी एव तदपि। उदाहरणम् अस्ति तत्र युधिष्ठिरः भीमात् पूर्वः, भीमः युधिष्ठिरात् परः, अर्जुनः भीमात् अर्जुनः भीमात् परः, अर्जुनः नकुलात् परः। भीमः अपि अर्जुनः द्वयं स्वीकरोतु, स्वीकृत्य वाक्यद्वयं रचयतु। यथा तत्र युधिष्ठिरः अपि भीम इति स्वीकृत्य वाक्यद्वयं भवति, तादृशवाक्यं भीमः अर्जुनात् पूर्वः। भीमः तदनन्तरम् अर्जुनः, इदानीम् अर्जुनः भीमात् परः। धन्यवादः, समीचीनं महोदय। इदानीम् अग्रे तत्र अर्जुनः नकुलः इति उपयुज्य। ओ अर्जुनः नकुलात् पूर्वः अर्जुनः न इदानीं नकुलः, इदानीं नकुलः कुलः अर्जुनात् परः परः। इदानीम् अन्तिमं तत्र नकुलः सहदेवः, नकुलः सहदेवः, नकुलः सहदेवात् पूर्वः, सहदेवः नकुलात् परः। हा तावदेव महोदय, सहदेवः नकुलात् परः इति अपि हा तत्र सर्वं तत्र अनेकानि वाक्यं रचितुं शक्नुमः। सत्यमेव महोदय, युधिष्ठिरः सहदेवात् पूर्वः, तदपि तावत् पर्यन्तं युधिष्ठिरात् परः। हा तावत् गन्तुं सैकल् कम्प्लीट्। हा सत्यं, मण्डलं पूर्वं हा परं पूर्वम् इति अस्तु। इदानीं तत्र अग्रे गच्छामः, तत्र रघुपतिमहोदय अग्रे तत्र। आम् महोदय, कुत्र महोदय? अग्रिमपुटे। एतस्य सहायेन यथोदाहरणं वाक्यानि रचयत। दिक् दुर्योधनम्, अस्तु दिक् योगे द्वितीया, अस्तु दिक् दुर्योधनं, दिक् दिक् शकुनिम् इति भवति, दिक् दुःशासनं, दिक् कीचकं, दिक् कौरवान् इति बहुवचने अस्ति, दिक् कौरवान् इति बहुवचने। समीचीनं महोदय, अस्तु द्वितीय। इदानीं धन्यवादः महोदय, सुलभः अभ्यासः किन्तु एकवारं करणीयं अत्र परः इति पूर्वः अस्ति अस्मं तृतीयपुटे। परम् इति युद्धात् परं दुःखं भवति, युद्धात् परं शान्तिः प्राप्यते, सोरि ध्यानात् परं, तत्र कीदृशं रूपमस्ति? अस्तु महोदय, तत्र विकल्पेन तत्र परम् इति अव्ययमपि अस्ति, अपि परः इति परम् अपि पूर्वं, तत्र अव्ययरूपम् एकम् अस्ति, अपि विशेषणरूपेण अपि वक्तुं शक्नुमः। अतः तत्र सर्व अत्र पुस्तके तत्र पूर्वपर इति अस्ति खलु, तत्र पूर्वं तत्र युद्धात् पूर्वं कृष्णः इति तत्र तत्र साङ्ख्ययोगात् परः भवति वा? तर्हि परः अर्जुनविषादयोग इति तादृशरूपं भवति वा? पूर्वं साङ्ख्ययोगात् तत्र पूर्वः साङ्ख्ययोगात् पूर्वः अर्जुनविषादयोगः इति भवति सत्यं महोदय भवति भवति तत्र विशेषणम् इति चिन्तनम् अत्र अथवा तद् अव्ययम् इति स्वीकृत्य अपि परम् इति सर्वत्र तत्र विकल्पद्वयम् अस्ति दिक् दिक् दिक् इत्युक्ते तत्र गतवर्गे वयं उक्तवन्तः तत्र किं दिक् इत्युक्ते तत्र दिक् त्वां दिक् कौरवान् दिक् पापिनम् इत्युक्ते तत्र धिक्कारः इति श्रुतवती खलु भगिनि धिक्कारः इति निन्दार्थे अस्ति तत्र किं कोऽपि असमीचीनं कार्यं कृतवान् अथवा कृतवती अस्ति इति अतः तेषां धिक्कारः भवतु इति अर्थे तत्र अनादरः अथवा अवमाननं कर्तुम् इच्छामः अतः तत्र वयं वदामः दिक् दिक् त्वां धिक्कारः इति डिसप्रूवल् कण्टेम्प्ट् इति अस्ति धिक्कारः तत् वक्तुम् इच्छामः तत्र अतः प्रतिभटनसमये प्रतिभटनसमये तत्र तत्र डौन् वित् इति भवति खलु डौन् वित् इति तदेव दिक् इति तदेव दिक् इति समीचीनं वा भगिनि सूर्यकुमारी भगिनि अस्तु शीतल भगिनी नमस्कारः नमस्कारः गीतासोपने द्वितीयभागे स्मः भगिनि कस्य प्रतिध्वनिः अस्ति अत्र न जानामि अस्तु इदानीं पञ्चम अभ्यासः षष्ठे पुटे अस्तु तत्र तत्र सूर्यकुमारी भगिनी इदानीं करोति वा सूर्यकुमारी भगिनी सदृशशब्दस्य प्रयोगे वाक्यानि अधोभागे तत्र किमपि लिखितमस्ति तदपि तदपि पठतु भगिनि तत्र कश्चन महोदय अत्र लक्ष्मी भगिन्याः पार्श्वे ध्वनिः श्रूयते लक्ष्मी भगिनी तत्र कृपया म्यूट् करोतु भगिनि अस्तु श्रीकुमारी भगिनी तत्र अधोभागे कश्चन इति अस्ति तत्र न न न तस्य उपरि कश्चन बालकः कश्चन कश्चन कश्चन बालकः समनसि विचारं करोति कोऽपि बालकः अस्ति सः स्वमनसि स्वमनसि विचारं करोति अतः सर्वे प्रश्नाः सन्ति यद् यद् रचितुम् इच्छामः अग्रे तत् सर्वं वाक्यं प्रश्नवाचकवाक्यं तत्र अत्र प्रथमवाक्यम् अस्ति कृष्णेन सदृशः ज्ञानी कः अस्ति इति तादृश इदानीं तत्र युधिष्ठिरः इति न न सदृशः अस्ति चेत् तस्य पूर्वपदस्य विभक्ति का धर्मिष्ठः तत्र क्लेशः नास्ति इति मन्ये यत् प्रथमं कृष्णः अस्ति वामभागे दक्षिणभागे ज्ञानी इति अस्ति वामभागे युधिष्ठिरः इति अस्ति दक्षिणभागे धर्मिष्ठः इति अस्ति अतः युधिष्ठिरेण सदृशः धर्मिष्ठः कः अस्ति इति अग्रे भीष्मः दृढप्रतिज्ञः कः अस्ति समीचीनं भगिनि तावदेव अस्तु इदानीं ललिता भगिनी कर्णः कर्णेन सदृशः दाता कः अस्ति? हा, कर्णेन सदृशः दाता कः अस्ति? तत्र दाता इति पदस्य लिङ्गं किम्? दाता दातृ. हा, ऋकारान्तपदं. हा, पुल्लिङ्गपदं. One who gives. हा, दातृ. समीचीनं भगिनि. दानम्. हा, अस्तु, अग्रे. गीतामृतं. गीतामृतेन इव सदृशः तत्त्वं नास्ति. हा, किन्तु गीतामृतेन सदृशं तत्त्वं. सदृशम् इति अस्ति, तत्त्वम् इति नपुंसके लिङ्गे अस्ति, अतः सदृशं तत्त्वं. तत्त्वं किम् अस्ति? तत्त्वं किम् अस्ति? तत्र क्षम्यतां भगिनि, सत्यं सत्यं, तत्र कः अस्ति इति प्रश्नवाचक प्रश्नः भवेत्. अतः गीतामृतेन सदृशं तत्त्वं किं कः किं किम् अस्ति? किम् अस्ति? समीचीनं भगिनि. हा, अस्तु, अग्रे. विश्वरूपेण सदृशं दृश्यं किम् अस्ति? किम् अस्ति? किम् अस्ति? तावदेव. समीचीनं भगिनि. अस्तु, तावदेव. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः. अग्रे नरेश महोदय, अग्रे. आशा इति, आशा, आशा, आशा इति, आशा इति महोदय, इदानीम् आशा. आशया सदृशी, सदृशः, सदृशः. पाशः इति पुल्लिङ्गे अस्ति, अतः हा, समीचीनं महोदय. पाशः पुल्लिङ्गे अस्ति, अतः सदृशः अपि पुल्लिङ्गे अस्ति. आशा स्त्रीलिङ्गे अस्ति, तत्तु भिन्नवार्ता, भिन्नवार्ता अस्ति. हा, अग्रे महोदय. तृप्तिः सम्पत्. तृप्तिः सम्पत्. तृप्त्या सदृशं, सदृशं सम्पत् किम् अस्ति? किम् अस्ति? समीचीनं. हा, अन्तिमम्. अर्जुनः धनुर्धरः. अर्जुनेन सदृशः धनुर्धरः कः अस्ति? कः अस्ति? तावदेव. समीचीनं महोदय. हा, धन्यवादः. हा, अस्तु, इदानीं तत्र अग्रे रघुवीरानन्दमहोदय, अग्रे करोति वा तत्र षष्ठ अभ्यासः, पेज् 7. महोदय, कोष्टकस्थं शब्दं चित्वा तस्य उचितेन रूपेण रिक्तस्थानं पूरयत. प्रतिदिक् अलं सदृशऋते विना पूर्वः परम्. ओ, सर्वं सन्ति सर्वं प्रायः एकम् एकवारम् आगच्छति इति मन्ये. न, न, सत्यं सत्यम्. अष्ट अष्टपदानि अष्ट अष्ट सत्यं महोदय. एषः सौन्दर्ये मन्मथेन सदृशः, सदृशः एषः सौन्दर्ये, सौन्दर्ये इति गुणे मन्मथेन सदृशः अस्ति. समीचीनं महोदय. महोदय, तत्र सप्तमी किमर्थं महोदय? सौन्दर्ये कस्मिन्, कस्मिन् विषये, कस्मिन् विषये तत्र तुलना, कस्मिन् विषये तुलना कुर्मः इति. पञ्चमी अपि भवितुम् अर्हति वा? न, तत्र न इति मन्ये. तुलना तु तत्र पञ्चमी षष्टिविभक्त्यामपि तुलना, न, न, तत्र अपेक्षया अस्ति चेत् तत्र, अत्र तु सदृशम् इति अस्ति. यत्र अधिक अधिकतया आधिक्यम् अस्ति तत्र अपेक्षया इति, तत्र तु षष्टि, किन्तु तस्य अथवा तस्याः अपेक्षया, किन्तु अत्र सदृशः इति अस्ति, अतः तत्र तृतीया इति रूपं, किन्तु विषय कस्मिन् विषये इति, कस्मिन् विषये इति. अतः एषः सौन्दर्ये मन्मथेन सदृशः इति. अस्तु, अग्रिममपि करोतु महोदय. तत्र दुःखात् रिक्तस्थानं सुखं भवति, दुःखात् पूर्वः सुखं भवति. दुःखात् पूर्वः परं वा द्वयोः महोदय एतद् द्वयोः अस्तु सुखात् सुखात् पूर्वः चिन्तयतु महोदय दुःखात् पूर्वं किम् अस्ति पूर्वं नास्ति दुःखम् एव अद्य दुःखमेव परं नास्ति महोदय तथैव किमपि कदापि किन्तु किन्तु तत्र पश्यामः यदि पूर्वः अन्यत्र आगच्छ तस्य उपयोगः भवति न वा इति अस्तु धन्यवादः महोदय अस्तु अग्रे तत्र लक्ष्मी भगिनी पठति वा अग्रे लक्ष्मी भगिनी इदानीं तृतीयवाक्यं नेत्राभ्यां नेत्राभ्यां विना दर्शनं न भवति हा नेत्राभ्यां दर्शनं न भवति समीचीनं भगिनि हा अग्रे अर्जुनं प्रति अवदत् समीचीनं भगिनि सूर्यकुमारी भगिनी प्रश्नः कः नेत्राभ्यां कृते दर्शनं न भवति अपि हा अस्तु नेत्राभ्यां ऋते तदपि भवति अस्तु समीचीनं भगिनि अस्तु अतः समीचीनम् अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे पूर्णेन्दुमहोदय कृष्णः अर्जुनं प्रति अवदत् हा तत् तत् कृतं महोदय अग्रे तत् कृतं विस्तरण अलं विस्तरेण हा अलं विस्तरेण हा अग्रे अग्रे ठीक् दुर्योधनं हा दिक् दुर्योधनम् अस्तु हा अस्तु समीचीनं महोदय हा अस्तु अग्रे कापि करोतु महोदय अस्तु पूर्वः युधिष्ठिरः भीमात् पूर्वः युधिष्ठिरः अस्तु ज्ञानात् परं हा क्षम्यताम् आमां भीमात् परं भीमात् पूर्वः युधिष्ठिरः युधिष्ठिरः भीमात् पूर्वः भीमात् परं युधिष्ठिरः न भीमात् पूर्वः युधिष्ठिरः युधिष्ठिरः पूर्वः इत्युक्ते सः प्रथमः खलु युधिष्ठिरः अत्र वाक्यस्य क्रमभेदः अस्ति इति कृत्वा प्रायशः क्लेशः अस्ति भगिनि युधिष्ठिरः भीमात् पूर्वः इति चिन्तयतु इदानीं समीचीनं वा तत्र वयं भीमः युधिष्ठिरात् पूर्वः इति न वदामः भीमात् युधिष्ठिरः पूर्वः इति वदामः अस्तु अग्रे महोदय पूर्णेन्द्रमहोदय अन्तिमं तदपि समाप्य ज्ञानात् विना सुखं नास्ति ज्ञानात् विना सुखं नास्ति अस्तु अतः सर्वं कृतवन्तः इति मन्ये अतः तत्र प्रतिदिक् अलं सदृशः ऋते विना पूर्वः परं यत्र अस्ति तत्र नियमः अस्ति एतानि अव्ययानि नियमनं कुर्वन्ति तत्र ते सर्वं नियमय तत्र नियम तत्र किम् अस्ति नियमयन्ति इति प्रायशः किमपि वक्तुं शक्नुमः तत्र तत्र नियमाः भवन्ति यदि एतानि पदानि वाक्ये भवन्ति तत्र तेषां अथवा तेषां प्रयोगे विभक्तेः नियमः भवति अत्र तत्र प्रति अस्ति चेत् द्वितीयविभक्ति दिक् अस्ति चेत् द्वितीयविभक्ति अलम् अस्ति चेत् तृतीया वा चतुर्थी वा सदृशः अस्ति चेत् तत्र तृतीया ऋते अस्ति चेत् पञ्चमी विना अस्ति चेत् द्वितीया तृतीया अथवा पञ्चमी पूर्वं परम् अस्ति चेत् पञ्चमी इति नियमाः सन्ति अस्तु तर्हि तत्र अन्तिमं तत्र श्लोकः अस्ति भगवद्गीतायाः श्लोकः तत्र कः पठति तत्र रघुपतिमहोदय तत्र प्रथमश्लोकः आं महोदय एतान् गीतान् श्लोकान् परिशीलयत कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदां क्रियाविशेषबहुलां भोगेश्वर्यगतिं प्रति हा तत्र प्रति इति अस्ति समीचीनम् अतः एव अत्र अस्मिन् अध्याये अस्ति अत्र हा समीचीनं प्रति इति अस्ति अतः तत्र प्रति अस्ति चेत् तत्र किं भवति द्वितीय भोगेश्वर्यं गतिं प्रति हा समीचीनम् अस्तु हा तत्र इदानीं तत्र अर्थः कः इति किञ्चित् पश्यामः तत्र कामात्मनः इति अस्ति कामात्मनः इति तत्र विभक्ति का महोदय काम आत्मानः कामात्मनः आत्मानः इति तत्र आत्मा आत्मानौ आत्मानः आत्मानः बहुवचनात् एक प्रथमविभक्ति बहुवचनं क्षम्यतां प्रथमविभक्ति बहुवचनं हा तदनन्तरं स्वर्गपरा इति तदपि स्वर्गपरा जन्मकर्मफलप्रदां स्वर्गपरा परा इति स्वर्गपरा इति तदपि कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदां तत्र प्रायशः महोदय तत्र अस्तु तत्र स्वर्गपरा इति एकम् अस्ति तदनन्तरं तत्र अस्तु तत्र एतत् पश्यामः तत्र प्रति इति अस्ति तस्य पूर्वं किमस्ति भोगैश्वर्यगतिं प्रति अत क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति अपि जन्मकर्मफलप्रधां तदपि द्वितीयविभक्तौ अस्ति अपि तत्र प्रायशः एतत् श्लोकः तस्य प्रायशः एकः एव भागः अस्ति इति मन्ये महोदय तत्र क्रियापदं नास्ति खलु तत्र अतः तत्र अग्रे अपि प्रायशः अस्ति पूर्वमपि किमपि अस्ति इति कृत्वा तत्र हा तत्र किन्तु प्रति इति अस्ति भोगैश्वर्यं प्रति क्रियाविशेषबहुलां प्रति जन्मकर्मफलप्रधां प्रति स्वर्गपरा तदपि प्रायशः स्वर्गपरा अपि प्रायशः तद् स्वर्गपरा इति स्वर्गपराः इति श्रीलिङ्गे द्वितीयविभक्ति भवति वा पराः स्वर्गपराः न जानामि स्वर्गपराः इति प्रायशः इति मन्ये महोदय तत्रापि कामात्मनः स्वर्गपराः इति प्रायशः तदपि प्रथमविभक्तौ एव अस्ति इति मन्ये अत्र तत्र किम् अस्ति तत्र कामात्मनः इत्युक्ते के तत्र काम एव आत्मा येषां ते कामात्मनः इति कामः एव यस्य आत्मा अस्ति अथवा येषां ते तत्र कृत्वा ते किं तेषाम् आत्मनः आत्मा एव कामरूपेण अस्ति इति कामेन अथवा कामेन पूरितम् अस्ति तेषाम् आत्मा अथवा तेषाम् आत्मानः अत्र तत्र ते किं कुर्वन्ति भोगैश्वर्यगतिं प्रति प्रायशः गच्छन्ति अथवा प्राप्नुवन्ति इति प्रायशः भवति इति मन्ये भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलां प्रति अपि जन्मकर्मफलप्रदां प्रति इति तेषां लक्ष्यः अत्र किं दत्तमस्ति कामात्मनः अथवा स्वर्गपरा तेषां लक्ष्यः अस्ति कामः वा स्वर्गः वा इति किन्तु तत्र किमर्थं वदतु यानां मनसि कामपूरम् अस्ति ते स्वर्गमेव परालक्ष्यम् इति चिन्तयित्वा तस्य फलं जन्म कर्म इति प्राप्नोतु क्रियां कृत्वा अस्तु महोदय तदेव तत्र स्वर्गमेव स्वर्गप्राप्तिः एव जीवनस्य लक्ष्यम् इति. तदेव पुण्यस्य लक्ष्यं. पुण्यस्य अस्तु. हा अस्तु महोदय. भोगैश्वर्य इत्युक्ते तत्र तदपि महोदय पुण्यस्य फलं तु तर्हि स्वर्गं भोगः स्वर्गः अपि भोगः इति रूपेण स्वीकृत्य इति अस्तु. अतः प्रतियत् इति अत्र अस्ति. अतः तत्र भोगैश्वर्यघटिं द्वितीयविभक्तिरूपम् अस्ति. क्रियाविशेषबहुलां द्वितीयविभक्तिरूपम् अस्ति. जन्म कर्मफलप्रधामपि द्वितीयविभक्तौ अस्ति. अस्तु अग्रे तत्र द्वितीयश्लोकः तत्र रघुवीरानन्दमहोदय भवान् एव पठति वा तत्र. न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति. अत्र तत्र यानि अव्ययानि वयं दृष्टवन्तः तत्र किम् अस्ति तत्र. हा सदृशम् इति अस्ति. सदृशम् इति अस्ति. समीचीनम्. हा अत्र किम् अन्यत्र तत्र ज्ञानेन अत्र अपि तत्र प्रथमवाक्ये विद्यते इति क्रियापदम् अस्ति. अन्यत् क्रियापदम् अस्ति वा अस्मिन् श्लोके. विन्दति अपि अस्ति. हा अस्तु. तत्र अत्र किञ्चित् प्रयत्नं कुर्मः. तत्र प्रथमवाक्यं तत्र न हि ज्ञानेन सदृशं पवित्रमिह विद्यते इति तत्र अन्वयवाक्यम् इति भवति खलु श्लोकस्य. तत्र हा तत्र अन्वयवाक्यं किम् इति तत्र यदि ज्ञानेन सदृशं वदतु. ज्ञानेन सदृशं पवित्रं न विद्यते. इह न हि विद्यते. हि अन्तिमपदं नास्ति वा महोदय. तदपि तत्र विद्यते. तत्र ज्ञानेन सदृशं पवित्रम् इह न विद्यते हि. हा अस्तु. तदपि समीचीनमेव महोदय. किन्तु तत्र लौकिकश्लोकस्य क्रमः भिन्नः. लौकिकक्रमः तत् भिन्नः इत्युक्ते तत्र अन्ते क्रियापदं स्थापयामः खलु. अतः तत्र अहं चिन्तितवान् विद्यते इति अन्ते स्थापयामः. तत्र लौकिकक्रमः किं तत्र अन्वयवाक्यम् इत्युक्ते तत्र श्लोकस्य वाक्ये वयं यानि पदानि सन्ति तयोः मध्ये कः सम्बन्धः इति सम्यक्तया न ज्ञातुं शक्नुमः इति कृत्वा तस्य श्लोकस्य अर्थस्य अवगमनार्थम् अन्यत् लौकिकरूपेण यत् यादृशं वाक्यं प्रयोगः यादृशवाक्यस्य प्रयोगः भवति वयं कुर्मः लोके यत्र अन्ते क्रियापदं भवति प्रथमतया कर्तृपदं भवति तदनन्तरं कर्मपदं वा अन्यानि पदानि भवन्ति तस्मिन् रूपे यदि स्थापयामः तत्र यथा भवान् उक्तवान् तावदेव तत्र ज्ञानेन सदृशं पवित्रम् इह न हि विद्यते. विद्यते इत्युक्ते भवति. अपि ज्ञानेन सदृशं पवित्रम् इह न हि विद्यते. इह इत्युक्ते किम्. अत्र अस्मिन् लोके. अस्मिन् लोके ज्ञानेन सदृशं पवित्रम् इत्युक्ते तादृशपवित्रं तत्र अन्यत् किमपि न लभते अस्मिन् लोके. तस्य उपरि किमपि नास्ति. तत्र ज्ञानमेव परम् अस्ति इति. अस्तु. अग्रे अग्रिमवाक्यं महोदय तत्र तत्र किं भवति. तत्रापि तत्र अन्वयवाक्यं किमपि वक्तुं शक्नुमः वा. तत् स्वयं योगसंसिद्धः कालेन कालेन आत्मनि विन्दति. तत्र किम् अस्ति. तत्र स्वयं योगसंसिद्धः विन्दति इति क्रियापदं. विन्दति इति क्रियापदम् अस्ति. कर्तृपदं किम् अस्ति तत्र. तत्र केवलं वाक्यं तत् स्वयं योगसंसिद्धः कालेन आत्मनि विन्दति इति अस्ति. कालेन इति पदस्य विभक्ति का? तृतीया. तृतीया. तत्तु कर्तृपदं नास्ति, कालेन इति अस्ति. अपि आत्मनि इति पदस्य विभक्ति का? तदपि सप्तमी महोदय. सप्तमी. हा, आत्मनि इति सप्तमी. अतः तत्र विन्दति आत्मनि अपि स्वयम् इति अस्ति. स्वयमपि अस्ति. अपि तत् इति अस्ति. योगसंसिद्धः. योगसंसिद्धः इति पदस्य विभक्ति का? प्रथमाविभक्ति. अतः तदेव कर्तृपदं. योगसंसिद्धः विन्दति. विन्दति इत्युक्ते अनुभवति अथवा जानाति इति. अत्र अनुभवति इति प्रायशः समीचीनम् इति मन्ये. योगसंसिद्धः किं भगिनि? किन्तु कर्तृपदं प्रथमतया स्थापयामः. योगसंसिद्धः अन्तिमभागे विन्दति. योगसंसिद्धः विन्दति. इदानीं मध्ये अन्यानि पदानि स्थापयामः. किं भवति? कालेन आत्मनि तत् स्वयं विन्दति. हा, तत्र योगसंसिद्धः कालेन तत् स्वयं विन्दति इति. हा, तत् इति युक्ते किम्? अत्र ज्ञानं. तत् ज्ञानं स्वयं विन्दति योगेन. तत्र योगसंसिद्धः स्वयं कालेन स्वयं तत् आत्मनि विन्दति. तत्र अनुभवति. तत्र आत्मसाक्षात्कारम् इति मन्ये. तत्र अहं चिन्तयामि एतत् प्रायशः तत्र किं स्वयम् इति अस्ति इति कृत्वा तत्र परोक्षः नास्ति इति. तत्र किम् अस्ति? तत्र शङ्कराचार्यस्यापि अस्ति खलु अपरोक्ष दर्शनं साक्षात्कारम् इति. किमपि पुस्तकं, लघुपुस्तकम् अस्ति खलु, तत्र किमस्ति? तत्र अपरोक्षानुभूतिः. हा, तत् तत् सः अत्र विषयः अस्ति इति मन्ये खलु महोदय. योगसंसिद्धः कालेन स्वयं तत् आत्मनि विन्दति इति. अस्तु, तत् तत् प्रवश. हा, अस्तु, अग्रे एकः एव श्लोकः अस्ति. तत्र अग्रे तत्र कः पठति इदानीं? तत्र हा, ललिता भगिनी अन्तिमश्लोकः पठति वा तत्र? पठामि. आद्यो वि जलवानस्मि को अन्योऽस्ति सदृशो मया. आढ्यो वि जनवानस्मि कोऽन्योऽस्ति सदृशो मया. यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः. आढ्यः अपि जनवानस्मि कः अन्यो अन्यः न अन्यः अस्ति कः अन्यः अस्ति सदृशः मया. यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः. इति अज्ञानविमोहिताः इति प्रायशः अस्ति तत्र. इति अज्ञान इति अज्ञानविमोहिताः इति प्रायशः. तत्र किमर्थम् एतत् श्लोकः अत्र अस्ति? एषः श्लोकः किमर्थम् अत्र अस्ति भगिनि? तत्र प्रति दिक् अलं सदृशः ऋते विना पूर्वः परं किमपि भवति वा? सदृशः. हा, सदृशः इति भवति. समीचीनं भगिनि. सदृशः अपि तत्र तृतीयविभक्ति अस्ति वा? तत्र सदृशः अस्ति. मया मया अस्ति. मया सदृशः. मया सदृशः कः अस्ति इति. हा, मया सदृशः कः अस्ति? कः अस्ति इति एव तत्र अस्ति. अन्यः कः अस्ति? मया सदृशः अन्यः कः अस्ति इति. तत्र एकपादस्य विवरणम् इदानीं. हा, समीचीनं भगिनि. हा, अपि आड्यो आड्यो अभिजन आड्यः आड्यः इत्युक्ते यस्य सम्पत् अस्ति इति मन्ये. धनवान्. धनी अथवा धनवान् अभिजनवान् यस्य जन्म तत्र अभिजनवान् अभिजनवान् अस्मि तत्र यस्य जन्म उत्तमकुटुम्बे अभवत् इति प्रायशः अस्मि तत्र तदनन्तरं तत्र यक्ष्ये दास्यामि तद् न जानामि तत्र कोऽपि वदति वा यक्ष्ये दास्यामि मोदिष्य इति अज्ञानविमोहिताः इति तत्र तत् किमस्ति इति न जानामि इति अज्ञानविमोहिता तत्र अज्ञानविमोहिता यस्य ये अज्ञानी यस्य ज्ञानं नास्ति अज्ञानी विमोहिताः इति विमोहिताः तत्र अज्ञानिना मनसि क्लेशान् अनुभवन्ति इति किन्तु तस्य पूर्वं यक्ष्ये दास्यामि मोदिष्य तत्र यक्ष्ये इति प्रायशः यज्ञस्य विषयः किमपि अस्ति किन्तु न जानामि तत्र कोऽपि वदति वा जानाति वा तत्र किमस्ति इति अस्तु अतः तत्र सर्वे अन्वेषणं कुर्वन्तु अर्थः कः इति तत्र श्लोकस्य अर्थः कः इति पश्यन्तु किन्तु तत्र सदृशः इति अस्ति अपि द्वितीयसदृशः इति आसीत् अपि प्रथमे प्रति इति आसीत् वदतु भगिनि इति अज्ञानविमोहिताः सत्यम् इति अज्ञानविमोहिताः अन्ते सत्यं भगिनि सत्यम् अस्तु अतः तत्र प्रथम अध्यायः तत् वयं कृतवन्तः अग्रिमे वर्गे द्वितीयं गन्तुं शक्नुमः अत्र रघुवीरानन्दमहोदय अन्ते किं वदामः वर्गस्य अन्ते भवतः चिन्तनं किम् महोदय पूर्वमदः तु समीचीनमस्ति इति अहम् अस्तु अस्तु महोदय भवानेव वदतु वयमपि अनुसरामः आम् महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय धन्यवादः धन्यवादः नमस्कारः